नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति तुतादिगणः इति। तत्र अयं पाठः आरब्धः आसीत्, किञ्चित् पुनःस्मरणं कृत्वा अग्रे गन्तुं शक्नुमः। तर्हि तुतादिगणे विकरणप्रत्ययः अस्ति श इति विकरणप्रत्ययः। वस्तुतः कत्तरीषप् इति उत्सर्गसूत्रमस्ति। कत्तरीषप् इत्यस्य प्रसङ्गः सर्वधातुकप्रकरणेषु सर्वत्र भवति, यत्र कर्त्रार्थके सार्वधातुकप्रत्यये परे सर्वत्र धातुभ्यः कर्तरीषप् इत्यस्य अवसरः अस्ति। परन्तु तुदादिभ्यः शः इति विशिष्टसूत्रमस्ति, केवलं तुदादिगणे ये धातवः सन्ति तेषां कृते अस्ति इति कृत्वा तुदादिभ्यः शः इति सूत्रम् अपवादबलेन कर्तरीषपं कर्तरीषप् इति सूत्रं प्रबाद्य प्रवर्तते। तर्हि अत्र अपवादसूत्रम् इति वक्तुं शक्नुमः। तर्हि तुदादिभ्यः शः अपि च कर्तरीषप् अनयोः भेदः कः इति चेत्, उभयत्र निमित्तं समानं, कर्तरी सार्वधातुके इति निमित्तं समानमस्ति, परन्तु कर्तरीषप् इति सूत्रे गणस्य उल्लेखः नास्ति। तुदादिभ्यः शः इत्यत्र गणस्य उल्लेखः अस्ति, तुदादिगणीयधातुभ्यः एव अयं प्रत्ययः विद्यते इति द्वयोः मध्ये भेदः अस्ति। यदा धातुतः सुदादिगणीयधातुभ्यः यदा श इति विकरणप्रत्ययः आयाति तदानीं श इति प्रत्ययमाश्रित्य अङ्गकार्याणि प्रवर्तन्ते। श इति प्रत्ययस्य स्वभावः कः इति चेत्, तत्र श इति प्रत्ययः शित्वात् सार्वधातुकप्रत्ययः, किञ्चित् सार्वधातुकमित्यनेन। तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् तर्हि आहत्य त्रीणि सूत्राणि अस्माभिः पूर्वमेव पठितानि, सार्वधातुकार्धधातुकयोः उगन्तलघुपदस्य च इति वस्तुतः सूत्रद्वयम्। अनन्तरं तत्र सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तदानीं निद्वद्भवति इति तृतीयं सूत्रं। तर्हि नित्वम् आश्रित्य अपि कार्याणि प्रवर्तन्ते, तस्मीति च इत्यनेन गुणनिषेधः इति, एतादृशकार्याणि सार्वधातुकप्रत्ययमाश्रित्य प्रवर्तते इति वयं जानीमः। तर्हि श इति प्रत्ययकः विशेषः इति चेत्, सार्वधातुकप्रत्ययः तु अस्ति परन्तु निद्वद्भवति इति कृत्वा तत्र नित् निमित्तीकृत्य कतिचन कार्याणि भवन्ति, तत्तु कितिनितिविशिष्टकार्याणि इति वक्तुं शक्नुमः। तर्हि एकं तु सामान्यमस्ति, गुणनिषेधः सर्वत्र प्रवर्तते, यत्र यत्र कित्नित् प्रत्ययः परः भवति। इतोपि कार्यद्वयं वर्तते, अनिदिद्धातुः अस्ति चेत् उपदायां नकारस्य लोपः भवति इति। अत्र तुदादिगणे एकः धातुः अस्ति त्रिम्प् इति धातुः, तत्र मूले धातुः अनिदित् अस्ति, उपदायां नकारः अपि अस्ति, अतः तस्य लोपः भवति अनिदितां हल् उपदायक् निति इति सूत्रेण, यतोहि श प्रत्ययः अपित्वात् निद्वत् भवति इति एकं कार्यम्। परन्तु तत् तादृशकार्यं तु यत्र यत्र कित्नित् प्रत्ययः परः भवति सर्वत्र तु भवति खलु, तर्हि अत्र कः विशेषः इति चेत्, अत्रापि उपदायां नकारस्य लोपः भवति परन्तु तस्य पुनर् स्थापनं भवति शेत्रिम्पादीनां नुं वाच्यः इति वार्तिकेन। अत्र सुदादिगणे एकं विशिष्टं वार्तिकमस्ति, त्रिम्पादिगणः इति एकः गणः, तस्मिन् गणे ये धातवः सन्ति तेषां कृते पुनः नकारस्य स्थापनमपि भवति, अतः अनिदितां हल उपदायक् इति इत्यनेन न लोपः भवति, तर्हि तस्य पुनःस्थापनं भवति शेत्रिम्पादीनां नुं वाच्यः इति वार्तिकेन इति अत्र विशेषः अस्ति। अपि च तृतीयमस्ति सम्प्रसारणम् इति, अस्मिन् गणे एकः धातुः व्रश्च इति धातुः, तस्य तत्र सम्प्रसारणकार्यं भवति कित्नित् प्रत्यये परे, अतः अत्रापि श प्रत्ययमाश्रित्य सम्प्रसारणं भूत्वा दृश्यति इति रूपं भवति इति तत्सर्वम् अस्माभिः दृष्टम्। अत्र दिवादिगणे अपि च तुदादिगणे अनयोः कः भेदः इति चेत्, उभयत्र प्रत्ययः तु अपित् अस्ति निद्वत् अस्ति, तर्हि अनयोः भेदः कः इति चेत्, दिवादिभ्यः श्यन् इत्यत्र तत्र अनुबन्धलोपानन्तरं य इति अवशिष्यते, सः प्रत्ययः यकारादिः हलादिः अस्ति, परन्तु तुदादिगणे श इति प्रत्ययः अनुबन्धलोपानन्तरम् अ इति अवशिष्यते, अजादिः अस्ति, तर्हि अजादिप्रत्ययः हलादिप्रत्ययः इति महान् भेदः वर्तते। तर्हि हलादिप्रत्ययमाश्रित्य कार्याणि भिद्यन्ते, अजादिप्रत्ययमाश्रित्य कार्याणि भिद्यन्ते। एकं तु अत्र हलीच इति एकं सूत्रमस्ति, हलीच इति सूत्रं तु दिवादिगणे प्रवर्तते, तस्य कार्यं तुदादिगणे नास्ति, यतोहि श इति प्रत्ययः अजादिः अस्ति, अतः हलि च इत्यनेन हलि परे भवति इति कृत्वा अस्य अवसरः अत्र न भवति। एकः भेदः। अपरः भेदः, तुदादिगणे अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य कार्यं भवति, यतोहि प्रत्ययः अजादिः अस्ति। परन्तु अस्य सूत्रस्य कार्यं तु दिवादिगणे न भवति, यतोहि तत्र य इति प्रत्ययः हलादिः अस्ति। अतः सूत्रद्वयं वयं द्रष्टुं शक्नुमः साधारणतया, हलि च अपि च अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रद्वयम्। अपि च अन्यः एकः प्रश्नः भवति यत् तुदादिगणे अपि च भुवादिगणे अनयोः कः भेदः इति चेत्, एकः भेदः भुवादिगणे गुणकार्यं भवति, गुणकार्यस्य प्राप्तिः अस्ति, तुदादिगणे गुणकार्यं न भवति। तदर्थं लिक् इति धातुः यदि भुवादिगणे अभविष्यत् तर्हि तत्र गुणः भूत्वा लेखति इति स्यात्, परन्तु तुदादिगणे स्थापितः पाणिनिना, किमर्थं चेत् तत्र गुणनिषेधः इष्यते, अतः लिखति इति रूपं सिद्ध्यति। परन्तु एतादृशसन्दर्भेषु स्पष्टतया ज्ञायते किमर्थं तुदादिगणे स्थापितः अयं धातुः इति। परन्तु केचन धातवः सन्ति ये अधुपदधातवः सन्ति, यथा चल् इत्यादयः, तादृशधातवः किमर्थं तुदादिगणे स्थापितः, तादृशधातवः किमर्थं स्थापिताः इति प्रश्नः उदेति। तस्य उत्तरम् अस्मिन् करपत्रे अग्रे अयास्यति। अस्माभिः पूर्वमपि चर्चितं, तत्र शत्रन्त प्रत्ययानां स्त्रीलिङ्गे विशेषः वर्तते। तुदादिगणे धातवः सन्ति चेत् स्त्रियां तेषां नुवागमः विकल्पेन भवति, अतः चल् इति धातुः अस्ति चेत् चलति, चलन्ति, चलन्ति इति रूपद्वयं भवति। यदि तादृशधातुः वादिगणे भवति तदानीं तत्र एकमेव रूपं सिद्ध्यति, चलन्ती इति एकमेव रूपं सिद्ध्यति, परन्तु अत्र रूपद्वयम् इष्यते इति कृत्वा अत्र धातवः तुदादिगणे स्थापितः अधुपदधातवः, नो चेत् अत्र गुणस्य प्रसङ्गः किमपि नास्ति, तथापि तुदादिगणे स्थापितः इति विशेषः अस्ति शत्रन्तप्रत्ययानां विषये। अत्र अदन्त अङ्गेषु अयं गणः द्वितीयः गणः, तुदादिगणः, तर्हि अत्र अङ्गकार्यस्य विकरणप्रत्ययमाश्रित्य अङ्गकार्ये एव अस्माकम् अवधानम्। अङ्गस्य इदानीं निर्माणं भवति, तत्पश्चात् सिद्धप्रत्ययः के इति वयं जानीमः अदन्ताङ्गानां, तत्र प्रायेण योजनं भवति अथवा तत्र सन्धिकार्यम् अथवा योजनार्थं तत्र अङ्गकार्यं किमपि भवितुम् अर्हति। परन्तु प्राधान्येन अदन्ताङ्गेषु विकरणप्रत्ययमाश्रित्य अङ्गकार्ये एव अस्माकम् अवधानम् अस्ति। अत्र सिद्धप्रत्ययः के के प्रत्ययाः सन्ति इत्यपि वयं जानीमः अदन्ताङ्गानाम्, अत्र न कोऽपि भेदः। दिवादिगणे यथा प्रत्ययः आसन् तथैव अत्रापि। तर्हि इदानीं तत्र सामान्यदातवः इति अस्माभिः चर्चिताः, तत्र किमपि विशेषः नास्ति, केवलं योजनमेव भवति। चल्योगः अ, चल्योगः श, योगः ति, चलति इति एवं रीत्या तत्र किमपि विशिष्टकार्यं नास्ति। तदनन्तरम् इदुपददातवः अपि आसन्, तत्र यथा लिक् इति धातुः, तत्र तु गुणनिषेधः अस्ति, लिक् योगः श गुणनिषेधः, अनन्तरं तत्र लिक इति अङ्गं, लिक लिखति इति रूपम्। अत्र सर्वत्र इदुपददातूनां गुणनिषेधः इति वर्तते। तत्पश्चात् उदुपददातवः, तत्रापि एवमेव गुणनिषेधः। इगुपददातवः, इगुपददातूनां सर्वत्र गुणनिषेधः भवति इति चर्चितं, तस्मिन्नेव तत्र इगुपद उदुपद ऋतुपद इति सर्वम् अस्माभिः चर्चितं। तदनन्तरं शेषधातवः, शेषधातुषु अपि तत्र विशेषकार्यं किमपि नास्ति, केवलं योजनमेव भवति, तदिदानीं पश्यामः। मृदुपददातवः अपि दृष्टाः इति चिन्तयामि खलु। दृष्टं वा ऋदुपददातवः? अस्तु, न वा उदुपददातवः इति आरभ्य करणीयं वा? अस्तु, तर्हि तद् हा मधुनी विशन्ति भ्रमराः इति दृष्टम्। अस्तु, उदुपदधातवः इति आरभ्य पश्यामः. अस्तु, तर्हि उदुपदधातूनामपि तत्र विशेषः नास्ति, गुणनिषेधः इति एकः विशेषः. तर्हि अत्र एकवारं पठामः. विनय महोदय आरम्भं करोति वा? आं भगिनि, उदुपद्धातवः कुत्र अस्ति? तुदादिगण सामान्यतावि अहम् उदुपद्धातवः उदुपद्धातवः केवलं संक्षेप अस्ति. उदुपद्धातवः पञ्चपञ्चाशत् धातवः अत्र पठामः. पठतु महोदय. उदुपद्धातवः पञ्चपञ्चाशत् धातवः तुद् तुदपि उदुपद् तुद् व्यथने पीडनं करोति, दुःखं प्रापयति. तुद् योगस्य तुद् इति अङ्गं तुद योगति तुदति. तदनन्तरं कुच् गुज् रुज् भुज् गुट् पुट् पुट् मुट् तुट् च्युट् छुट् जुट् इत्यादयः पञ्चपञ्चाशत् धातवः. एते धातवः लोके अप्रसिद्धः. भगिनी, अत्र केवलं एक अन्यविषयसम्बद्ध गाङ्कुटादिभ्यः अन्तर्भूतः कुटादिभ्यः धातवः भवन्ति. अत्र पञ्चपञ्चाशत् धातवः गाङ्कुटादिकः धातुः अन्तर्भूता वा न? अत्र अहं न पश्यामि. न, गाङ्कुटादिभ्यः निर्मितः इति तु अत्र नास्ति, अर्धधातुकप्रक्रियां भवति. अत्र तु सार्वधातुकप्रकरणे गाङ्कुटादिभ्यः इत्यस्य किमपि तत्र चिन्तनं न आवश्यकम्. अतः अत्र गाङ्कुटादिभ्यः अन्तर्भूतधातुः न भवन्ति. अत्र केवलं भवन्ति वा न भवन्ति वा इत्यत्र प्राधान्यं न वर्तते, यतोहि तत्र तु तत्र सार्वधातुकप्रकरणे तस्य महत्वं नास्ति, यतोहि सार्वधातुकम् अपित् इति सूत्रस्य अवसरः अस्ति खलु. अतः गाङ्कुटादिभ्यो निन्नितः इति अस्य चिन्तनस्य आवश्यकता नास्ति. तत्र भिन्नप्रत्ययः अस्ति चेत् निद्वद् भवति खलु. भिन्नप्रत्ययः, परन्तु इत्निद् भिन्नप्रत्ययः यदा भवती उक्तवती आर्धातुकप्रत्ययः णित्यर्थात् णित् इत्यादि एतत् भवति भावार्थक घञ् प्रत्यय अर्थापि यु नो यदि अहं स्मरामि आधारेण तत् अन्यविषयः अन्यप्रत्ययः. यतोहि अत्र सार्वधातुकम् अपित् इति सूत्रस्य अवसरः अस्ति इति कृत्वा तस्य चिन्तनस्य आवश्यकता नास्ति, इत्युक्ते तत् सूत्रं प्रबाद्य अत्र सार्वधातुकम् अपित् निद्वत् इत्यस्य प्रसङ्गः भवति. यदा अपित् अस्ति तर्हि गुणः न भवति. सत्यं सत्यं, गुणः न भवति. अग्रे वस्तुतः अत्र अत्र अतिदेशसूत्राणि इति बहूनि सन्ति. अतिदेशसूत्राणि सार्वधातुकप्रकरणे तु सार्वधातुकम् अपित् इति एकं सूत्रं प्राधान्येन प्रवर्तते सर्वत्र. अर्धधातुकप्रक्रियायां तु अन्यानि सूत्राणि सन्ति अतिदेशकार्यार्थम्. किमपि प्रष्टव्यं वा महोदय? अहम् अग्रे न वदामः. ऋतुदुदादातवः एकविंशतिदातवः सृज विसर्गे सृष्टिं करोति रचयति सृज् योगः श सृज् योगः शकाः श इति लशक्वतत्तिदेति सूत्रेण शकारः लोपः आयति अवशिष्यते सृज इति अङ्गं सृज योगः इति सृजति स्पृश संस्पर्शने स्पर्शं करोति स्पृश् योगः स स्पृश् योगः अ स्पृश इति अङ्गं स्पृश योगः इति स्पृशति कृश विलेखने कृषिकार्यं करोति कृष् योगः श कृष् योगः अ कृष् कृश इति अङ्गं कृष योगः इति कृषति ऋच् यो ऋच् ऋच ऋच ऋच् तावत् ऋच ऋच् भवति कृड कृड् भवति मृड मृड् भवति पृड पृड् भवति पृण पृण् भवति वृण वृण् भवति मृण मृण् भवति चृति चृत् इत्यादयः एकविंशतिः दातवः अग्रे पठामः वा समीचीनम् अत्र किम् अस्ति इति एकवारं वदतु स्मारयतु तत्र अजन् धातु अङ्गम् अजन्तं भवति विकरणाय प्रत्यय योजनेन तत्र किमपि भवति वर्णमेलनम् एव तिङ्गन्तपदं तिङ् भवति लट्लकार लट्लकारे प्रथमपुरुषे एकवचने सृज योगः इति सृजति तादृशं किमपि न भवति गुणः न भवति किमर्थमिति चेत् शका शक् प्रत्ययः अपित् अस्ति सार्वधातुकम् अपित् सकारः इत्युक्ते सार्वधातुकं संज्ञा भवति अपित् सार्वधातुकम् इत्यस्मात् ञित्वत् भवति ञिति इति सूत्रेण गुणनिषेधः भवति तस्मात् उपगन्तलघुपतस्य इति गुणं न भवति सृज इति सृजति तादृशं स्पृशति कृशति अपि च एकविंशतिः दातवः सन्ति समीचीनं भगिनि धन्यवादः इदानीम् अग्रे अरविन्द महोदय शेषदातवः दशदातवः चर्च परिभाषणे वर्तस्न्यो चर्च करोति विचारः चर्चां करोति विचारः विमर्शं करोति चर्च योगः श चर्च योगः अ चर्च इति अङ्गं चर्च योगः ति चर्चति इति भवति एवम् उच्छि तत्र इकारलोपानन्तरम् इकार इत् अस्ति कृत्वा इकारलोपानन्तरम् उच्च् भवति शा इति विकरणप्रत्यये योजयित्वा अकारयोजित्वा उच्छ भवति उच्छति ऋच्छ ऋच्छ भवति ऋच्छ योगति ऋच्छति भवति ऋच्छ अत्र दत्तमस्ति उपरि अपि दत्तमस्ति भगिनि ऋच्छ अस्ति ऋच्छ अस्ति इति अस्ति मिच्छ इति मिच् भवति मिच्छ योग आ मिच्छ मिच्छति उच्छि उच्च भवति उच्छ उच्छति उब्ज उब्ज उब्ज योगः अ उब्ज उब्जति जर्ज जर्ज योगः अ जर्ज जर्जति जज जर्ज जर्ज योगः अ जर्ज जर्जति उञ्ज उज उजन् अत्र उञ्जति इति भवति दूर्णयुग दूर्णयुगति दूर्णति शेषे धातुषु किमपि विशिष्टं घकारः खलु धूर्ण घूर्णति घूर्णति खकार घूर्ण घूर्णति शेषधातुषु किमपि विशिष्टं गणनिमित्तकं कार्यं न दृश्यते भुवादिगणः सामान्यं तुदादिगणः विशेषः इति उक्तं पूर्वं तर्हि किमर्थम् एते शेषे धातवः तुदादिगणे सन्ति न तु भुवादिगणे उत्तरम् अस्ति यत् अत्रापि विशिष्टं गणनिमित्तकं कार्यम् अस्ति आच्छिन् आच्छिन्नद्योर्नुम् इत्यनेन तुदादौ चतरिस्त्रियां नुमागम वैकल्पिकः अस्ति यदा बालिका चर्चति गच्छति अथवा बालिका चर्चति गच्छति दातवः यावन्तः दातवः तुदादिगणे सन्ति तेषां सर्वेषां शतरि स्त्रियां नुम् विकल्पेन भवति अतुपददातवः चल् इत्यादयः अपि अनेन एव कारणेन तुदादिगणे सन्ति येषां धातूनाम् अङ्गम् अदन्तम् अतः भुवादिगणे यदि अभविष्यन् तर्हि स्त्रियां शतरञ्जरूपं चर्चन्ति इत्येव अभविष्यत् न तु चर्चति इति इदं वैशिष्ट्यं सर्वेषां तुदादिगणीयधातूनां कृते प्रवर्तते अस्मिन् परिच्छेदे शेषधातुः किमपि कार्यं नास्ति इति उक्तं किन्तु भुवादिगणे सामान्यं तुदादिगणे विशिष्टम् इति उक्तं तस्य कृते सूत्रम् उल्लेखितमस्ति आच्छिन्नद्योनुम् इति धातु इति सूत्रं किं वदति इति कृत्वा तुदादौ शतरञ्ज् प्रत्ययोक्ते स्त्रीलिङ्ग विषये वैकल्पिकनुमागमः भवति कृत्वा रूपद्वयं भवति यदा चर्च् धातुः अस्ति चेत् चर्चति अथवा चर्चन्ति इति रूपद्वयम् उपाधारणरूपेण दत्तमस्ति बालिका चर्चति गच्छति अथवा बालिका चर्चति गच्छति इति तत्र तुदादिगणे सन्ति तेषां सर्वेषां शतरञ्ज् प्रयोगे स्त्रीलिङ्गेषु विकल्पेन नुम् भवति इति कृत्वा रूपद्वयं सर्वेषां भवति अधुपदधातवः चल् इत्यादीनाम् अपि एवं स्थितिः अस्ति इति अस्मिन् परिचये दत्तमस्ति येषां धातूनाम् अङ्ग अदन्तम् अतः भुवादिगणे यदि अभ्यविश्यन् तर्हि स्त्रियां शतरञ्जरूपं चर्चन्ति इत्येव अभ्यविश्यति यदि एते धातवः भुवादिगणे नास्ति भुवादिगणे एव स्थापितमस्ति चेत् वैकल्पिकरूपं न भवति आचि नद्यो नुम् इति सूत्रस्य कार्यक्षेत्रं न भवति इति कृत्वा वैशिष्ट्यमस्ति तुदादिगणीयधातूनां कृते समीचीनं बहु समीचीनम् इत्युक्ते वस्तुतः भुवादिगणे यदा भुवादिगणीयधातुभ्यः यदा शत्रन्तरूपं साधयितुम् इच्छामः तदानीम् अन्यत् सूत्रमस्ति शप्शनोर्नित्यम् इत्यनेन तत्र शप् यत्र शप्रत्यान्तः अथवा शन् प्रत्यान्तः अस्ति तत्र नुमागमः नित्यं भवति अतः ये अधुपददातवः ये दातवः सन्ति अत्र ये उल्लेखिताः यथा चर्च् चल् इत्यादयः ते दातवः भुवादिगणे अभविष्यन् तर्हि तदानीं नुमागमः नित्यं भवति शक्षेणोर्नित्यम् इत्यनेन नित्यं भवति परन्तु तुदादिगणीयधातुः अस्ति चेत् तदानीं तत्र आचीनद्योर्नुम् इत्यनेन तत्र आत् इत्यनेन अवर्णान्तात् यत्र विकरणप्रत्यान्तम् अङ्गम् अवर्णान्तमस्ति तदानीं तस्मात् तत्र स्त्रीप्रत्ययं योजयामः चेत् तत्र नदीसंज्ञा अपि भवति यदा चलत् इति पुल्लिङ्गे प्रातिपदिकमस्ति चलत् इति तस्मात् तत्र स्त्रीप्रत्ययं योजयामः चेत् तत्र चलति इति प्रातिपदिकं तत्र नदीसंज्ञा भवति तस्य इति कृत्वा तत्र आचीनद्योर्नुम् इति सूत्रेण तादृशप्रातिपदिकानां नुमागमः विकल्पेन भवति अतः एव प्रातिपदिकरूपद्वयं सिद्ध्यति चलन्ति इति प्रातिपदिकम् अथवा चलति इति प्रातिपदिकं तत्र रूपद्वयं सिद्ध्यति अतः एव अत्र सुदादिगणे ये धातवः अद्भुतदातवः ये धातवः सन्ति अत्र तुदादिगणे ते स्थापिताः यत्र यत्र रूपद्वयम् आवश्यकम् अस्ति ते सर्वे अपि अत्र तुदादिगणे एव स्थापिताः इति वयम् अवगन्तुं शक्नुमः भुवादिगणे तु एकमेव रूपं भवति शत्रुप्रत्यान्तं स्त्रीलिङ्गे स्त्रीलिङ्गप्रातिपदिके एकमेव रूपं भवति परन्तु रूपद्वयम् आवश्यकम् इति कृत्वा तुदादिगणे स्थापितम् अत्र कोऽपि प्रश्नः अस्ति वा भगिनी शत्रन्ते शत्रन्ते स्त्रीलिङ्गरूपे दीर्घ इकारः तदेव नदीसंज्ञा वा? दीर्घ इकारान्तप्रातिपदिकानां नदीसंज्ञा भवति युस्त्र्याख्योर् नदी इति सूत्रेण नदीसंज्ञा भवति. तर्हि तत्र तत्र तदेव अत्र सूत्रमुक्तम् आच् षी इति नपुंसकलिङ्गे षी इति प्रत्ययः अनन्तरं नदी अत्र नदीसंज्ञा अस्ति तेषां नुमागमः विकल्पेन भवति. अतः चलति इति प्रातिपदिकं तत्र दीर्घ इकारान्तप्रातिपदिकम् अस्ति चेत् तदानीं नुमागमः विकल्पेन भवति इति अत्र सारांशरूपेण अचिनद्योर्नुम् इत्यस्य सारांशरूपेण उक्तमस्ति. वस्तुतः सूत्रार्थः अत्र सम्पूर्णतया न अवगतं वा? भगिनि नमस्ते. प्रत्याङ्गविषये तत्र अग्रे तत्र पृथक् पाठः अस्ति, अग्रे पठामः, अग्रे पठिष्यामः. अस्तु इदानीम् अग्रे गच्छामः. विशेषदातवः इति अत्र सूर्यकुमारी भगिनी पठतु. हा भगिनि, विशेषदातवः चतुरधिकचत्वारिंशति दातवः सन्ति. इगन्तदातवः षोडशदातवः इगन्तदातवः इक् प्रत्याहारे कश्चन सदस्यः अन्ते एषान्ते इक् प्रत्याहार नाम इ ऊरुलुरु. अतः अस्मिन् इकारान्तदातवः उकारान्तदातवः ऋकारान्तदातवः च अन्तर्भूताः. एतावता अस्माभिः दृष्टं यत् इगन्तदातवः नियमानुसारं प्रवर्तन्ते. द्वादिगणे द्विवादिगणे च गणनियमम् अनुसृत्य यथा विकरणप्रत्ययस्य स्वभावः तदा एव इगन्तधातूनाम् अङ्गकार्यम्. द्वादिगणे सप् पित् अतः सर्वत्र इगन्तधातौ गुणः नी ने भवति भू भो कृ कर् इति. द्विवादिगणे स्यन् अपि ततः सर्वत्र इगन्तधातुः यथावत् तिष्ठति. प्रीयोगः स्यन् प्रीय प्रीयते. सुयोगः स्यन् सूय सूयते इति. अतः द्वादिगणे द्विवादिगणे च इगन्तधातवः सामान्याः इति उच्यते. परन्तु त्रिदादिगणे इगन्तदातवः विशेषदातवः सन्ति. किमर्थमिति अत्र दृश्यताम्. इगन्तदातवः षोडशदातवः सन्ति त्रिदादिगणे. इगन्तदातवः इत्युक्ते इक् प्रत्याहारे ये स्वराः सन्ति आ इ क्षम्यताम् इ ऊरु लृ इति. इग इक् अन्तदातवः इगन्तदातवः. द्वादिगणे सप्रपात्य पित् अस्ति चेत् सार्वधातुकर्तधातुकयोः सूत्रेण गुण भवति. द्विवादिगणे स्यन् प्रत्ययः पित् अस्ति गुण न भवति. तदेव वर्णमेलनमेव भवति. त्रिदादिगणे इगन्तदातवः विशिष्टदातवः. तत्कार्यम् अधो लिखति. तदेव भगिनि समीचीनं समीचीनं. तदेव तत्र इगन्तदातवः इत्युक्ते अत्र सर्वत्र धातूनां यदा उल्लेखः अस्ति इगन्तदातवः इदुपतदातवः सर्वत्र बहुव्रीहि समासः अस्ति. इक्कन्ते यस्य सः अथवा इक्कन्ते येषां ते ऋतुपददातवः सर्वत्र बहुव्रीहि समासः एव अस्ति. तर्हि अत्र इगन्तदातवः भुवादिगणे अस्ति चेत् इगन्तदातूनां सर्वधातुकार्धधातुकयोः इति गुणः दिवादिगणे अस्ति चेत् तत्र शेन् प्रत्ययः अपित्वात् गुणनिषेधः, सुदादिगणे अस्ति चेदपि एवमेव गुणनिषेधः, गुणनिषेधः इति तु अस्ति एव, परन्तु दिवादिगणे अपि च सुतादिगणे अनयोर्मध्ये भेदः कः इति चेत् इगन्तधातु उभयत्र प्रत्ययमाश्रित्य गुणनिषेधः उभयत्र अस्ति, दिवादिगणे भवतु सुतादिगणे भवतु उभयत्र गुणनिषेधः अस्ति, परन्तु अत्र एव भेदः दृश्यते. दिवादिगणे शन् प्रत्ययः अलादिः अस्ति, परन्तु सुतादिगणे शप्रत्ययः अजादिः अस्ति इति कृत्वा इगन्तधातूनां विशेषः वर्तते. यतोहि यथा पूर्वं चर्चितम् अत्र सुदादिगणे इगन्तधातूनां अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य प्रसङ्गः भवति, दिवादिगणे तस्य सूत्रस्य प्रसङ्गः नास्ति यतोहि शयन् प्रत्ययः हलादिः अस्ति इति एकः भेदः अस्ति. तर्हि अत्र अग्रे पश्यामः. शोभा भगिनी अग्रे पठति वा? आं भगिनि. शा इति विकरणप्रत्ययः, अयं शा प्रत्ययः सार्वधातुकम् इत्युक्ते तिंश्चित् सार्वधातुकम् इत्यनेन अपित् अकारः इत् यस्य न निद्वत् निति च अजादिः अच् आदौ यस्य सः च, अतः संक्षेपे अजादिः अपित् इति वदेम. एतावता अस्तु. तत्र पूर्वम् उक्तं सुदादिगणे इगन्तधातवः विशेषधातवः सन्ति इति, यस्य अन्ते इक् प्रत्याहारस्थवर्णाः सन्ति ते धातवः इति. किमर्थम् इति प्रश्नः आसीत् तत्र. तत्र उत्तररूपेण तत्र शा इति विकरणप्रत्ययः आगच्छति सुदादिगणे. अयं शा प्रत्ययः शकारः तत्र इत् भवति षित् अस्ति इति कृत्वा सार्वधातुकं तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकं भवति. अपि च पकारः नास्ति, पित् नास्ति इति कृत्वा अपित् अपि अस्ति, पकारः इत्यस्य न इति. णिद्वत् यथा तादृशं भवति सार्वधातुकम् अपित् इत्यनेन णिद्वत् भवति, तदनन्तरं क्निति च इत्यनेन तत्र गुणनिषेधः भवति. णिद्वत् अस्ति, अपि च अजादिः अच् आदौ यस्य सः इति. अजादिः च अस्ति इति कृत्वा तत्र संक्षेपरूपेण अजादिः अपित् इति वदेम इति सूचितम्. तत्र अजादिः तत्र अन्वयः कुत्र इति अजादिः इत्यस्य अजादिः इति कीदृशसमासः? अच् यस्य आदौ ते इति तत्र बहुव्रीहि वा? बहुव्रीहिसमासः. तर्हि कस्य विशेषणम्? तत्र अच् आदौ यस्य इति तत्र धातोः अच् इति विशेषणं भवति इति नास्ति. अत्र अजादिः इति धातोः विशेषणमपि भवितुमर्हति, परन्तु अत्र चर्चा कस्य विषये अस्ति? श इति विकर्णप्रत्ययः अस्ति खलु? सत्यम्. आं भगिनि. तस्य विषये चर्चा अस्ति इति कृत्वा अजादिः इत्यनेन प्रत्ययस्य विषये, तत्र प्रत्ययस्य विशेषणमस्ति अजादिः, अजादिः प्रत्ययः इति अर्थः. अस्तु अस्तु, क्षमताम्. न, चिन्ता नास्ति, परन्तु अजादिः इत्यस्य धातोः अपि विशेषणं भवितुमर्हति, परन्तु अत्र नास्ति. सत्यं. तत्र पूर्वं शा इति प्रत्ययस्य विकरणप्रत्ययस्य विषये एव चर्चां कृतम्. अस्तु, अग्रे एतावता एकक्षणं भगिनि. प्रत्ययः अजादिः अस्ति इति कृत्वा एव अत्र विशेषः वर्तते. अत्र सुदादिगणे ये इगन्तदातवः सन्ति तेषां कृते विशेषकार्यं किमर्थमस्ति इति चेत् प्रत्ययः अजादिः अस्ति इति एव विशेषः. यदि प्रत्ययः हलादिः आसीत् तदानीम् एतादृशविशेषकार्यं न भवति, यतोहि दिवादिगणे अस्माभिः चर्चितं खलु इति कृत्वा अलादिः अस्ति अलादिः आसीत् तत्र इगन्तधातूनां कृते विशेषकार्यं किमपि नास्ति केवलं गुणनिषेधः एव उक्तं खलु सत्यं गुणनिषेधः उक्तं नो चेत् हलीच इति सूत्रं प्रवर्तते परन्तु सर्वत्र नास्ति अत्र तु इगन्तधातूनां सर्वत्र अजादिप्रत्यये परे विशेषः वर्तते तेन कार्याणि भिद्यन्ते इति आम् आम् तत्र पूर्वं दत्तम् अस्तु अस्तु एतावता वयं दृष्टवन्तः यत् व्याकरणशास्त्रे इ उ ऋ इत्येषां कार्यद्वयं सम्भवति गुणादेशः नाम इ इत्यस्य ए उ इत्यस्य ओ ऋ इत्यस्य अर् इति भवति यण् आदेशः इको एणचि इति सूत्रेण नाम इ इकारस्य स्थाने यकारादेशः उकारस्य वकारादेशः ऋकारस्य र इति किन्तु तत्र अर् इति भवति यदा रु इत्यस्य गुणः भवति अधुना गुणः अत्र न अस्मिन् गणे तु न भवति परन्तु सामान्यतया सामान्यतया अस्तु किन्तु तत्र यण् आदेशः भवति इति इकोणचि इत्यनेन भवति इति वदामः चेत् इकारस्य यकारः उकारस्य वकारः ऋकारस्य रेफः इति इत्युक्ते तत्र सामान्यतया सार्वधातुकप्रकरणे इगन्तम् अङ्गमस्ति चेत् गुणस्य चिन्तनं भवति नो चेत् सन्धिकार्यस्य चिन्तनं भवति सामान्यसूत्रद्वयं खलु सर्वधातुकार्धधातुकयोः इकोयणचि सूत्रद्वयं सामान्यं यत्र गुणस्य प्रसङ्गः अस्ति तत्र गुणकार्यं भवति गुणकार्यं नास्ति चेत् सन्धिकार्यस्य अवसरः अस्ति वा इति चेत् इकोयणचि इति सूत्रं सर्वदा आगच्छति एव अतः अत्र एतादृशम् उक्तमस्ति सामान्यसूत्रद्वयम् समीचीनं तर्हि अत्र अग्रे धन्यवादः भगिनि अग्रे तत्र उमा भगिनी अग्रे पठतु धन्यवादः भगिनि अस्ति वा उमा भगिनि अस्तु तर्हि पमेला भगिनि आं भगिनि एतावता वयं दृष्टवन्तः यत् व्याकरणशास्त्रे अग्रे ओ क्षम्यताम् अधुना इतोपि द्वे कार्ये सम्भवतः इति बोध्यम् इयङ् उवङ् आदेशौ इय उ इत्यत्र उव आदेशः रिङ् इत्यादेश ऋकारस्य ऋकारादेशः रीत्यादेशः कुत्र एतादृशकार्योः अवसरः प्राप्तः इति कार्ययोः अवसरः प्राप्तः इति अधः पश्येम तर्हि अत्र उच्यते ईकारस्य स्थाने अपि च तत्र स्वरस्य कार्यम् उच्यते आदेश विशिष्टकार्याणि सन्ति यत्र ई स्थाने ई आदेश भवति उ स्थाने उ आदेश अपि च ऋकारस्य री आदेश भवति कस्मिन् सन्दर्भे इति भवति तस्य उल्लेख अध दत्तम् अस्ति अग्रे पठामि वर्तते अग्रे पठतु ईकारान्तदातवः चत्वारदातवः श इति विकरणप्रत्ययः अजादि अपित् इति कारणतः एकं सूत्रम् अत्र कार्यं करोति अचिष्णु ब्रुवां योर् योर् इयङ् सोरि अचिष्णु धातु ब्रुवाम् इयोर् इयङ् उवङ्गौ युवर् इयङ् उवङ्गौ. अनेन इकारान्तधातूनाम् इयङ् आदेशः भवति अजाद्य पित् प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेम. तुदादिगणीयः रीगतौ इति धातुः. तत्र वयं जानीमः यत् श इति विकरणप्रत्यय अजादि अपित् अस्ति इति कारणतः एक सूत्रं तत्र अचिष्णु ब्रुवां योर् इयङ्गौ उवङ्गौ इति कार्यं करोति. तस्य अजादि अपित् प्रत्यय परे तस्य कार्यं किम् इति अधः उच्यते. अपि च सुदादिगणीय रीगतौ इति धातुः तस्य अपि कार्यं सूत्रमपि किम् इति तत्र उच्यते. अग्रे पठामि वा? भगिनी धन्यवादः. इदानीम् अग्रे अन्य कोऽपि. तर्हि अत्र सूत्रम् अजादि अपि प्रत्ययः अस्ति इति कृत्वा अचिष्णु धातु ब्रुवां युवर् यङ्गौ यङ् वङ्गौ इति सूत्रस्य प्रसङ्गः अस्ति. तर्हि तस्य सूत्रस्य विवरणम् अग्रे अस्ति. परन्तु किं स्मर्तव्यम् इति चेत् इकारान्तधातुः इकारान्तधातुरूपी अङ्गम् अथवा उकारान्तधातुरूपी अङ्गम् अस्ति, अनन्तरम् अजादिप्रत्ययः अस्ति चेत् अस्य सूत्रस्य कार्यं सर्वत्र भवति. इकारान्तधातुरूपी अङ्गम् इत्यनेन तत्र मूले एव धातुः इकारान्तः अथवा ईकारान्तः उकारान्तः अथवा ऊकारान्तः अस्ति, अथवा प्रक्रियायाम् अङ्गं धातुरूपी अङ्गम् इकारान्तः उकारान्तः अस्ति, तदानीं तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् तत्र अस्य सूत्रस्य कार्यं भवति. इदं सूत्रमपि पूर्वं पठितम् इति मन्ये. अस्तु, इदानीम् अग्रे विजया भगिनी. नमस्कारः महोदय. नमस्ते भगिनि. अत्र अयं री धातुः यदि द्वादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम. री योगः लट्, री योगः ति, इत्युक्ते री योगः शप् भवति, अनन्तरं तिङ् प्रत्ययं योजनेन ति भवति. री योगः अ, अनुबन्धलोपानन्तरं शपस्थाने अकारः एव भवति, अतः रीयोगः अयोगः ति. इदानीं सार्वधातुक आर्धधातुको इत्यनेन गुणः भवति, अतः इकारस्य स्थाने एकारः भूत्वा रे भवति. रे योगः अयोगः ति. अनन्तरं यचो एचो एव यावः इत्यनेन अयादेशः भवति, अतः तत्र रै भवति. रै योगः अयोगः ति, रयति इति रूपं निष्पन्नं. परन्तु इदं केवलं चिन्तनार्थमेव. अयं री धातुः द्वादौ नास्ति, अतः इदं रूपं न सम्भवति. न सम्भवति चेत् अत्र किमर्थं दत्तं महोदये? किमर्थं दत्तम् इति चेत् अस्माभिः चिन्तनीयं, यदि धातुः भिन्नगणे अस्ति चेत् किमर्थम् तस्मिन् गणे स्थापितम् इति चिन्तनीयं खलु. रीधातुः किमर्थं द्वादिगणे तुदादिगणे स्थापितम्? भुवादिगणे स्थापयति चेत् किं भवति इति चेत् तत्र सामान्यतया गुणः भवति खलु, अतः तत्र रयति इति रूपं सिद्ध्यति. परन्तु अत्र रयति इति रूपं न इष्यते खलु, रूपं नास्ति. अस्तु महोदय, इति कृत्वा अत्र तुदादिगणे स्थापितम्. अत्र विशेषकार्यमस्ति अस्य धातोः कृते. धन्यवादः. अग्रे अपि पठतु. आं महोदय, इदानीं द्वितीयबिन्दुः. तुदादिगणे सामान्यचिन्तनम् अकरिष्याम, तर्हि री धातोः लटि किं रूपम् अभविष्यत् इति चिन्तयेम. रीयोगः लट्, रीयोगः ति भवति, लट् अस्ति अतः ति भवति. रीयोगः शा, इदानीम् अत्र तुदादिगणे शा एव भवति विकर्णप्रत्ययम्. इदानीं रीयोगः शा योगः ति भवति. रीयोगः अकारः अनुबन्धलोपानन्तरं रीयोगः आयोगः ति. सार्वधातुक आर्धधातुको इत्यनेन गुणप्राप्तिः भवति. सार्वधातुकम् अपित् अस्ति इत्यनेन श निद्वत् भवति, ङिति च इत्यनेन गुणनिषेधः भवति. अतः रीयोगः ई, रीयोगः आयोगः ति. युको यनचि इत्यनेन यनादेश यन् सन्धिः यन् सन्धेः प्राप्तिः प्राप्तिः अत्र यति किम् अस्ति भगिनी अत्र यति न न रेपः यकारः अनन्तरं यर्ति इति यर्ति तत्र रेपः दोषेन रियति रियति इति भवति रियति इदं रियति र इ तत्र र य रेपः यकारः यतोहि रि इत्यत्र इकारस्य यण्सन्धिः खलु इकारः आगच्छति अतः रेपः यकारः तत्र उच्चारणे क्लेशः अस्ति इदं केवलं चिन्तनार्थमेव अयं रि धातुः तुदादिगणे सामान्यधातुः नास्ति अतः इदं रूपमपि न सम्भवति इत्युक्ते अत्र पश्यतु पूर्वस्मिन् परिचये किम् उक्तमासीत् सामान्यतया गुणकार्यं भवति इगन्तधातूनाम् अथवा यणादेशः भवति इति उक्तं खलु तदेव अत्र प्रदर्शयति सामान्यतया गुणकार्यं भवति पुवादिगणे अस्ति चेत् गुणकार्यं भवति अथवा सामान्यतया तत्र यण्सन्धेः अवसरः भवति तत् द्वयमपि अत्र नास्ति सुदादिगणे द्वयमपि नास्ति अजादिप्रत्ययः अस्ति चेत् अत्र विशेषः अस्ति तदेव अत्र अग्रिमपरिचये अस्ति अत्र अग्रे विजयलक्ष्मीभगिनी धन्यवादः धन्यवादः नमस्ते भगिनी नमस्कार वस्तुस्थितिः का इति अग्रे पश्येम रि योगः लट् रिति लट् इत्यस्य स्थाने सिप् आयाति रिति अनन्तरं विकरणप्रत्ययः निमित्तीकृत्य अङ्गं निमित्तीकृत्य आयाति धातुनिमित्तीकृत्य आयाति रि योगः श योगः ति अत्र लशक्व तद्धिते इत्यनेन शकारस्य लोपः रि योगः अयोगः ति सार्वधातुक आर्धधातुकयोः इत्यनेन षित् अस्ति इति कृत्वा गुणस्य प्राप्तिः अस्ति परन्तु अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति अतः निति च इत्यनेन निषेधः भवति रि योगः अयोगः ति इको यणचि इत्यनेन यण् सन्धेः प्राप्तिः श प्रत्ययः अजादि अस्ति अपित् अस्ति अतः अत्र अचिष्णुधातुभुवां युवो युवङ् युवङ्वौ इति सूत्रेण यण् यणः स्थाने अत्र इयङ् आदेशः भवति यणः निषिध्य यण् सन्धिः प्रबाध्य इयम् आदेशः भवति अतः पूर्वं भ्वादिगणे यद् दृष्टवन्तः तस्य रूपस्य सिद्धिः भवति रि रिय इति भवति रिय योगः अयोगः ति रियति इति रूपं निष्पद्यते भ्वादिगणे अस्ति चेत् किं भवति तत्र किं भवति रूपम् ओ तत्र रयति अत्रापि अत्र रियति इति भवति सा क्षम्यताम् अत्र इ इत्यस्य स्थाने इय इति भवति अतः रियति इति रूपं भवति भ्वादिगणे यदि अभविष्य तर्हि रूपं रयति इति भवति रयति इति भवति अतः भेदः अस्ति उभयत्र भेदः अस्ति अत्र सर्वसामान्यसूत्रं किम् अस्ति रियोगः शयोगः ति इति स्थितौ कति सूत्राणि प्रसक्तानि रियोगः अयोगः ति इत्यस्य स्थाने वा अत्र इको यणचि इति भवितुम् अर्हति अनन्तरं गुण तु न भवति अपित् अस्ति इति कृत्वा अनन्तरम् अन्यः किं भवितुम् अर्हति तावदेव भगिनि अपि च अचिष्णुधातु अपि अस्ति खलु अपि अचिष्णुधातु भ्रुवां युवर्यङ्ग् वङ्गौ इति सूत्रम् अपि अत्र आयाति, परन्तु अत्र विप्रतिषेधः अस्ति वा? न, अत्र तु विप्रतिषेधः नास्ति. अत्र किं भगिनी टर्म् मनसि न आयाति? विप्रतिषेधे परं न, अत्र तु विप्रतिषेधः नास्ति. अन्तिमं किं तुल्यबलविरोधः अस्ति वा? तुल्यबलविरोधः अस्ति, अतः तदर्थम् इति प्रतिपादयतु. अत्र इको एनचि इत्यस्य दीर्घकार्यस्थानमस्ति. अचिष्णु धातुभ्रुवां योर् यङ् वङ्गौ इत्यस्य कार्यं यत्र भवति तत्र इको एनचि अपि आयाति. अतः अत्र इको एनचि इत्यस्य अपवादरूपेण, हा अपवाद इति शब्दः मनसि एव अपवादरूपेण अत्र अचिष्णुधातुभ्रुवां युवोर् यङ् वङ्गौ इति सूत्रम् आयाति. एकक्षणं भगिनि, इको एनर्जि इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति इति उक्तम्, यतोहि सर्वसामान्यसूत्रमस्ति, बहुत्र कार्यं करोति. अचिष्णु धातु ब्रुवां युवर् यङ् ओङ्गौ इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? अस्ति, तत्र एरनेकाचो संयोगान्तस्य अपि च अचिष्णु धातु ब्रुवाम् इत्यस्य नदी तत्र भवति, तत्रापि अस्ति, परन्तु इको यडसि इत्यत्र कुत्र अस्ति अन्यत्र लब्धावकाशः? नास्ति, नास्ति. इको यणचि सर्वत्र आयाति स्वातन्त्र्येण. अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य कार्यक्षेत्रम् अस्ति खलु, भ्रू धातोः अनन्तरं श्नु प्रत्ययस्य. अत्र न भवति, अत्र सर्वत्र इको यणचि यत्र यत्र आयाति तत्र अचिष्णु सारी अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ यत्र यत्र आयाति इको यणचि अपि तत्र आयाति कार्यं करोति. इति कृत्वा इकारान्तधातुरूपी अङ्गम् अस्ति चेत् अथवा उकारान्तधातुरूपी अङ्गम् अस्ति चेत् तत्र अचिष्णु धातु ब्रुवाम् इति सूत्रं तत्र एव कार्यं करोति, इकारान्त उकारान्तधातुरूपी अङ्गस्य. अन्यत्र अन्यत्र तस्य लब्धावकाशः नास्ति तस्य दलस्य. इत्युक्ते अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रे सूत्रं पश्यामः, परन्तु सूत्रे बहूनि दलानि सन्ति, बहूनि दलानि सन्ति. इत्युक्ते तत्र श्नुप्रत्यान्तम् अङ्गम् इति एकं दलं, भ्रूप्रातिपदिकम् इति एकं दलम्, ईकारान्तधातुरूपी अङ्गम् इति एकं दलम्, उकारान्तधातुरूपी अङ्गम् इति एकं दलम्. प्रत्येकं दलं दलस्य स्वस्य स्वस्य कार्यक्षेत्रं स्यात्. तत्र प्रत्येकं दलं स्वीकृत्य द्रष्टव्यं भवति तस्य अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति. यदि इकारान्तधातुरूपी अङ्गस्य विषये चिन्तनं क्रियमाणम् अस्ति तदानीं भ्रूप्रातिपदिकस्य विषये चिन्तनं न कार्यं, केवलम् इकारान्तधातुरूपी अङ्गस्य विषये चिन्तनं कार्यम्. इकारान्तधातुरूपी अङ्गस्य विषये अचिष्णु धातु ब्रुवाम् इति प्रवर्तते इति कृत्वा तस्य अन्यत्र लब्धावकाशः नास्ति. एवमेव उकारान्तधातुरूपी अङ्गस्य कृते इदं सूत्रमस्ति, तस्य अवकाशः अन्यक्षेत्रं नास्ति, अत्र एव प्रवर्तते. इकारान्तधातुरूपी अङ्गमस्ति चेत् एव प्रवर्तते अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ. उकारान्तधातुरूपी अङ्गमस्ति चेत् एव प्रवर्तते अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति कृत्वा तत्र अस्य सूत्रस्य अन्यत्र लब्धावकाशः नास्ति. अतः अत्र अपवादबलेन कार्यं करोति इति वक्तुं शक्नुमः. अत्र तुल्यबलविरोधः अस्ति इति वक्तुं न शक्यते, यतोहि इकोयणचि इत्यस्य अन्यत्र लब्धावकाशः अस्ति, परन्तु अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य अन्यत्र लब्धावकाशः नास्ति. अतः अत्र विप्रतिषेधे परं कार्यम् इति वक्तुं न शक्नुमः. अत्र अपवादबलेन, निरवकाशत्वात् अपवादबलेन कार्यं करोति इति वक्तुं शक्नुमः. अवगतं एकप्रश्न भवति भगिनि, अचिष्णु धातु भ्रवाम् इयम् उवङ् अवगच्छामः, परन्तु श्रुसुबन्धे स्वादिगण यदि भवति तर्हि अपि अचिष्णु धातु भ्रवाम् आयते यदि तत्र तदेव उक्तं भिन्नभिन्नदलानि सन्ति, भिन्नदलानि सन्ति इत्युक्ते अस्य अस्य सूत्रस्य चत्वारि कार्याणि सन्ति इति स्मर्तव्यं, चत्वारि कार्याणि सन्ति. स्नुप्रत्यान्तमङ्गमस्ति चेत् एकं कार्यं भवति, इकारान्तदातुरूपी अङ्गमस्ति चेत् एकं कार्यं भवति, उकारान्तदातुरूपी अङ्गमस्ति चेत् एकं कार्यं भवति, भ्रूप्रातिपदिकमस्ति चेत् एकं कार्यं भवति इति कृत्वा चत्वारि कार्याणि सन्ति. प्रत्येकं दलस्य प्रत्येकं कार्यस्य कार्यक्षेत्रं भिन्नकार्यक्षेत्रम् अस्ति वा इति द्रष्टव्यम्. स्नुप्रत्ययस्य विषये यदा चिन्तनं क्रियते तदानीम् ईकारान्तदातुरूपी अङ्गस्य विषये तत्र प्राप्तिः अस्ति खलु, अतः अन्यत्र लब्धावकाशः अस्ति इति वक्तुं न शक्यते. प्रत्येकं कार्यं भिन्नं, प्रत्येकं कार्यं भिन्नं, प्रत्येककार्यम् अत्र सम्बद्धः चत्वारः वर्ण चत्वारः कार्याणि आधारेण तत्रापि श्रीधातु इकारान्त अस्ति परन्तु शक् अन्यविषयः, परन्तु अत्र शक् श्नु अन्तर्भूता अतः कोऽपि विषयः नास्ति. आम्, अतः तत्र श्नु प्रत्यान्तस्य विषये तत्र प्रसक्तिः प्राप्तिः अस्ति इति कृत्वा अन्यत्र लब्धावकाशः अस्ति इति वक्तुं न शक्यते. ईकारान्तदातुरूपी अङ्गमस्ति चेत् इयङ् आदेशः भवति इति उक्तं सूत्रे, तर्हि तत्र यत्र यत्र ईकारान्तदातुरूपी अङ्गमस्ति तत्र सर्वत्र अचिष्णु धातु ब्रुवाम् इति कार्यं कर्तुम् आगच्छति, तर्हि तस्य अन्यत्र लब्धावकाशः नास्ति. धन्यवादः. अस्तु, लक्ष्मी भगिनी अग्रे सूत्रं पठति वा? आं भगिनी, पठामि. नमस्ते भगिनी. भगिनी, इतोपि अत्र वर्णादाङ्गं बलीयः इत्यनेन अपि अचिष्णु धातु ब्रुवाङ् बलीयः भवति इति वक्तुं शक्यते खलु? सत्यं, वारणादङ्गं बलीयः इति वक्तुं शक्यते. तत्र वार्तिकेन कदा वदामः? यदा अन्येन प्राप्तिः नास्ति तदानीं वदामः, अन्ततो गत्वा वदामः. साक्षात् अत्र इको एनचि इत्यस्य वारणादङ्गं बलीयः इत्यनेन अचिष्णु धातु ब्रुवां यूर्याङ्गो भवति इति साक्षात् न वदामः तथा. यद्यपि अन्ततो गत्वा वारणादङ्गं बलीयः इति अपि अस्ति, परन्तु अत्र किं चिन्तनमिति चेत् पूर्वपरनित्यान्तरङ्गानाम् उत्तरोत्तरं बलीयः इति परिभाषायाः प्रभावेन अत्र कार्यं भवति वा इति चिन्तनं कार्यं प्रथमतया. यदि तस्य परिभाषायाः प्रसक्तिः नास्ति तदानीं वर्णादङ्गं बलीयः. अचिष्णु धातु ब्रुवाङ् यवोरियङ् उवङौ श्नु प्रत्यान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा श्नु चिनु इत्यनयोः शक्नु शक्नु क्षम्यतां यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपी अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे. श्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः परिभाषा त्रिविंशतिः इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति अर्थः. यवोः इति विशेषणं धातुः शब्दस्य एव, यतोहि श्नु प्रत्ययान्त अङ्गं भ्रूप्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातुः इति एव अवशिष्यते यस्य कृते यवोः इति विशेषणं योग्यम्. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रुश्च तयोः इतरेतर द्वन्द्वः श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम् इश्च उश्च तयोः इतरेतर द्वन्द्वः यु तयोः यवोः इयं च उवं च तयोः इतरेतर द्वन्द्वः इयं वङौ अचि सप्तम्यन्तं श्नुधातुभ्रुवां षष्ट्यन्तं यवोः षष्ट्यन्तम् इयं वङौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं यवोः श्नुधातुभ्रुवाम् अङ्गानाम् इयं वङौ अचि अचिष्णुधातुभ्रुवां यवोरियङ् वङौ इति सूत्रस्य अर्थः एतत् अस्ति यत् दलत्रयमस्ति अत्र यत्र अचि अच् प्रत्ययपरे अस्ति ततः पूर्वं दलत्रयं भवति इत्युक्ते श्नुप्रत्ययान्त अङ्गं भवेत् भ्रू इति प्रातिपदिकं भवेत् न चेत् इकारान्त उकारान्त धात्वङ्गं भवति तस्मिन् सन्दर्भे इकारस्य स्थाने इयङ् आदेशः उकारस्य स्थाने उवङ् आदेशः भवति इति एतत् सूत्रं वदति अत्र अन्वयः कथं भवति इत्यस्य विवरणम् अत्र दत्तमस्ति श्नुधातुभ्रुवाम् इति उक्तमस्ति अत्र श्नु इत्यस्य अर्थः श्नु इति अङ्गं कथं भवति इति प्रश्ने अत्र परिभाषा अस्ति प्रत्ययग्रहणे तदन्ताग्राह्याः इति तेन अवगम्यते यत् यस्य अङ्गस्य अन्ते श्नु इति प्रत्ययः अस्ति तादृश अङ्गम् इति अर्थः प्राप्यते अतः श्नु प्रत्ययान्त अङ्गं यत्र अस्ति तस्मिन् सन्दर्भे उकारस्य स्थाने उवङ् आदेशः इति अर्थः तथा एव यवोः इति उक्तम् अत्र इकारस्य उकारस्य च षष्ठी स्वीकृत्य यवोः इति भवति रूपं तस्य अन्वयः धातुः इत्यस्य अनेन धातुना सह वर्तते अतः इकारान्तधातुः उकारान्तधातुः यत्र भवति इति तस्य तत्रापि येन विधिस्ततन्तस्य इति परिभाषासूत्रम् आगत्य सहायं करोति इकारस्य इत्यस्य इकारान्तधातुः इति वर्तते उकारस्य इत्यस्य उकारान्तधातुः इति अर्थः तेन परिभाषासूत्रेण अवगम्यते अर्थः स्वीक्रियते ततः परं भ्रू इति अस्ति भ्रू इति प्रातिपदिकम् अस्ति अत्र धातुना सह च न अन्वयः अङ्गम् इत्यस्यापि अन्वयः न भवति अतः अत्र भ्रू इति प्रातिपदिकम् अस्ति भ्रू प्रातिपदिकस्य च उकारस्य स्थाने उवङ् आदेशः भवति यत्र अचि प्रत्ययः अजादिप्रत्ययः परे अस्ति चेत् इति अर्थः सिद्ध्यते अचि इत्यनेन किम् अचि इत्युक्ते अजादिप्रत्ययः परे अस्ति चेत् इति अर्थः प्राप्यते कथम् अत्रापि यस्मिन् विधिस्तदादौ अल्ग्रहणे इति सूत्रपरिभाषासूत्रेण तादृश अर्थः प्राप्यते अचि इति सप्तम्यन्तमस्ति समीचीनम् उत्तमम् समीचीनम् उच्चारण कथं भवति व्योः यकारस्य अनन्तरम् अकारः नास्ति अतः यवोः इति न वक्तव्यम् यवोः इति नास्ति योः इति तत्र किञ्चित् उच्चारणे क्लेशः अस्ति यकार उत्तरवर्ति अकारः न श्रोतव्यः युवोर् युवोर् युवोर् यङ् वङ्गौ इति उक्तं खलु युवोः अर्धयकारः अत्र युवोः अस्ति चेत् उकार उच्यते खलु यकार वकारः युवोः युवोर् युवोर् युवोर् यङ् वङ्गौ युवोर् ओके युवोर् अत्र सूत्रे अचि इति एकं पदमस्ति, सप्तम्यन्तं पदम्, अचि इति अस्ति, अचि परे इति अस्ति. अचि इति उक्तत्वात् तत्र इदं सूत्रं तु अङ्गस्य अधिकारे अस्ति, अतः अङ्गकार्यम् इति वयम् अवगन्तुं शक्नुमः. यतोहि अत्र षष्ठमध्यायस्य चतुर्थपादे अस्ति खलु, चतुर्थपादे षष्ठाध्यायस्य चतुर्थपादे प्रथमं सूत्रमस्ति अङ्गस्य इति अधिकारसूत्रमस्ति. तर्हि षष्ठाध्यायस्य चतुर्थपादात् आरभ्य आसप्तम अध्यायस्य अन्तपर्यन्तम् अङ्गस्य इत्यस्य अधिकारः अस्ति. अतः अत्र अस्य सूत्रस्य इदं सूत्रमपि अङ्गस्य इत्यस्य अधिकारे एव वर्तते. अतः तत्र अङ्गस्य इति अधिकारे अस्ति इति कृत्वा अचि इत्यनेन प्रत्ययः इति वयम् अवगन्तुं शक्नुमः. यतोहि तस्मात् पूर्वम् अङ्गं वर्तते, अचि इति प्रत्ययः. तर्हि अच् इति प्रत्ययः, अच् इति वर्णः कुत्र भवेत् प्रत्यये इति, अत्र अचि प्रत्यये इति भवति अन्वयः. अचि प्रत्यये यदि अचि प्रत्यये इति वदामः चेत् अच् वर्णः कुत्र भवेत्, येन विधि सदन्तस्य इति सूत्रेण, परिभाषासूत्रेण तदन्तविधिः स्यात्. यतोहि अचि अपि प्रत्यये अनयोः विशेषणविशेषभावः अस्ति, अतः तदन्तविधिः स्यात्. परन्तु अत्र तदन्तविधिः न इष्यते. अचि इत्यनेन अत्र अजादिः, अजादिप्रत्ययः इति इष्यते इति कृत्वा तत्र अन्य परिभाषा वर्तते, यस्मिन् विधि सदादौ वल् ग्रहणे इति परिभाषया. अत्र सप्तम्यन्तपदम् अल्वर्णस्य सूचकम् अस्ति चेत् तर्हि तत्र तादृश अल्वर्णः आदिमवर्णः भवति. यस्य ग्रहणमस्ति तस्य आदिमवर्णः भवति. अत्र प्रत्ययस्य ग्रहणमस्ति, अतः प्रत्ययस्य आदिमवर्णः भवति. अतः अजादिः इति अन्वयः, अजादिप्रत्यये परे इति अन्वयः. तर्हि निमित्तमस्ति अजादिप्रत्ययः. तर्हि इदानीं किम् अपेक्षितम् इति चेत् प्रथमं पश्यामः चेत् श्नु इति पदं वयं पश्यामः चेत् श्नु, श्नु धातु भ्रुवम् इति पदं यदस्ति, श्नु धातु भ्रुवम् इति पदम्, श्नु धातु भ्रुवम् इत्यस्य समासः तत्र श्नुश्च धातुश्च भ्रुवुश्च इति इतरेतरद्वन्द्वः अस्ति. श्नु धातु भ्रुवाम् इति द्वन्द्वसमासः अस्ति. तर्हि श्नु धातु भ्रुवाम् इत्यस्य अनन्तरम् अङ्गानाम् इति पदम् अस्ति. तर्हि श्नु धातु भ्रुवाम् इति वदामः चेत् अत्र द्वन्द्वसमासे द्वन्द्वसमासस्य अनन्तरम् अङ्गानाम् इति पदमस्ति. तर्हि द्वन्द्वसमासस्य अङ्गानाम् इत्यनयोः यदि अहं वदामि रामः गच्छति, लक्ष्मणः गच्छति, तर्हि रामलक्ष्मणौ किं वदामः? गच्छतः न, इदानीं गमनक्रियां वक्तुमिच्छामि अहं. रामः गच्छति, लक्ष्मणः गच्छति, इदानीं द्वयमपि मिलित्वा वदामः रामलक्ष्मणौ गच्छतः. गच्छतः, तर्हि तस्य अर्थः कः? गच्छतः इत्यनेन कः इङ्गितः? रामः अपि गच्छति, लक्ष्मणः अपि गच्छति इत्येव अर्थः खलु. एवम् अत्र इतरेतरद्वन्द्वः अस्ति. अतः श्नु इति अङ्गं, धातु इति अङ्गं, ब्रू इति अङ्गं, तर्हि अङ्गस्य अन्वयः प्रत्येकं पदेन सह भवति. तर्हि श्नु इति अङ्गम् इति वदामः चेत् श्नु कथं वा अङ्गं भवितुम् अर्हति? श्नु इति तु प्रत्ययः अस्ति, अतः श्नु अपि च अङ्गम् अनयोः विशेषणविशेषभावः नैव सम्भवति. श्नु अङ्गं न भवितुमर्हति. यथा रामलक्ष्मणौ गच्छतः इत्यत्र गमनक्रिया रामेण सह अपि अन्वेति, कृष्णेन लक्ष्मणेन सह अपि अन्वेति, एवमेव अत्र अङ्गानाम् इति यत् पदं श्नु धातु ब्रुवाम् इत्यस्य अनन्तरमस्ति, तस्य अन्वयः प्रत्येकं पदेन सह स्यात्. तर्हि इदानीं श्नु इति पदस्य अङ्गम् इति पदेन सह अन्वयः भवति वा इति चेत् न भवितुम् अर्हति. यतोहि श्नु इति प्रत्ययः अस्ति, अङ्गं नास्ति. तर्हि तत्र अन्वयः कथं करणीयम् इति चेत् तत्र तदर्थमेव उक्तं, यत्र यत्र प्रत्ययस्य ग्रहणम् अस्ति तदन्ता ग्राह्या इति परिभाषा, प्रत्ययग्रहणे तदन्ता ग्राह्या. अतः श्नु इति यदा वदामः, श्नु प्रत्ययः इति यदा वदामः, तर्हि प्रत्ययस्य ग्रहणेन तदन्ता ग्राह्याः. अतः श्नु प्रत्यान्तम् इति वयं स्वीकुर्मः. श्नु प्रत्यान्तम् अङ्गम् इति यदा वदामः तदानीम् अन्वयः सम्यक्, श्नु प्रत्यान्तम् इदानीं विशेषणं जातम् अङ्गस्य तादृश अङ्गं यस्य अन्ते श्नुप्रत्ययः अस्ति, अतः श्नुप्रत्यान्तम् अङ्गम् इति विशेषणविशेषभावः। तर्हि द्वितीयमस्ति धातुः, तत्र धातुः अनन्तरं ब्रू इति अस्ति। ब्रू इदानीं तत्र श्नुधातु ब्रुवाम् इत्यस्य पूर्वं युवोः इति पदम् अस्ति। तर्हि युवोः इति पदं कस्य कस्य विशेषणं, श्नु इति पदस्य विशेषणं न भवितुम् अर्हति, यतोहि श्नु इति तु साक्षात् उकारान्तः अस्ति, अतः पुनः उकारान्तधातुरूपी अङ्गम् इति उकारान्त अङ्गम् इति वदनस्य आवश्यकता नास्ति। अतः युवोः इत्यस्य श्नु इत्यनेन सह अन्वयः नास्ति, ब्रू इति प्रातिपदिकेन सह अपि अन्वयः नास्ति, यतोहि ब्रू तु साक्षात् उकारान्तः अस्ति। तर्हि किं तत्र अवशिष्टम् इति चेत्, कः अवशिष्टः इति चेत् धातुः एव अवशिष्टः, येन सह युवोः इत्यस्य अन्वयः शक्यते। तर्हि अत्र युवोः धातुः इत्यनेन इकारान्तधातुः उकारान्तधातुः इति अस्ति। तर्हि अङ्गम् इति अपि अस्ति विशेष्यम्, तर्हि अतः इकारान्तधातुरूपी अङ्गम् उकारान्तधातुरूपी अङ्गम् इति वयं स्वीकुर्मः। अनन्तरं ब्रू इति प्रातिपदिकं, ब्रू इति अङ्गं, तत्र ब्रू इत्यस्य केवलं ब्रू इति एव उक्तं, ब्रू इति धातुः नास्ति, यतोहि धातुः अस्ति चेत् इका अथवा स्टिपानिर्देशः स्यात् खलु, अत्र तु तादृशनिर्देशः किमपि न दृश्यते इति कृत्वा ब्रू इति प्रातिपदिकम्, अत्र धातुः नास्ति चेत् प्रकृतिः अस्ति इति कृत्वा प्रातिपदिकं स्यात्, अतः ब्रू इति अङ्गं, ब्रू इति प्रातिपदिकरूपी अङ्गम्। तर्हि आहत्य श्नुप्रत्यान्तम् अङ्गम् अस्ति चेत् इति इदानीं त्रीणि कार्याणि सन्ति, श्नुप्रत्यान्तम् अङ्गम् अस्ति चेत् श्नुप्रत्यान्त अङ्गस्य अन्ते यः उकारः अस्ति तस्य स्थाने उवङ् आदेशः, युवोः धातु अङ्गम् इकारान्तधातुरूपी अङ्गम् अस्ति चेत् इयङ् आदेशः, उकारान्तधातुरूपी अङ्गम् अस्ति चेत् उवङ् आदेशः, ब्रू प्रातिपदिकम् अस्ति चेत् ब्रू प्रातिपदिकरूपी अङ्गम् अस्ति चेत् उवङ् आदेशः कदा भवति इति चेत् अजादिप्रत्यये परे, अजादिप्रत्यये परे, अचिपरे इत्यनेन अजादिप्रत्यये परे एतादृशकार्याणि भवन्ति इति सूत्रार्थः। अपि च तत्र योः अनन्तरं धातुः अनयोः विशेषणविशेषभावः अस्ति इति कृत्वा तत्र येन विधिस्तदं तस्य इत्यस्य अपि प्रसङ्गः अस्ति। अत्र यद्यपि अस्मिन् सूत्रे यस्य धातोः अन्ते इकारः उकारः स्यात् इति उक्तं, वस्तुतः केवलम् ईकारान्तधातुरूपी अङ्गम् उकारान्तधातुरूपी अङ्गम् अस्ति चेदपि भवति, केवलम् ई इति धातुः उ इति धातुः अस्ति चेदपि अजादिप्रत्यये परे इयङ् उवङ् आदेशौ भवतः। अपि च यस्य अन्ते ईकारः, यस्य धातोः अन्ते इकारः अस्ति अथवा यस्य धातोः अन्ते उकारः अस्ति तस्यापि ग्रहणं भवति, अतः स्वस्यापि ग्रहणं तदन्तस्यापि ग्रहणं भवति अत्र। अवगतं वा भगिनि? अस्तु, तर्हि इदानीं शुभगिनी एकवारं इत्यत्र दीर्घ ईकारः भवितुम् अर्हति वा? इकारः उकारः दीर्घः ह्रस्वः द्वयोः अष्टादश, अत्र ई तत्र समासे ईश्च उश्च इति उक्तं खलु, ई उ इत्यनेन सर्वेषां ग्रहणम्। तप्रकरणं किमपि नास्ति, अतः सवर्णानां ग्रहणं सुदीर्घः भवतु ह्रस्वः भवतु इय उ इत्येव आयाति। सत्यम्। अस्तु, शुभदा भगिनी एकवारं तत्र सारांशरूपेण वदति वा सूत्रार्थः कः, अन्वयः कथमिति? आं भगिनि, नमस्कारः। अतिष्णुधातु ब्रुवां युवोरि अङ्गुवङ्गौ, अत्र एतत् सूत्रं वदति श्नु इति प्रत्ययान्तस्य यत् अङ्गमस्ति, तदनन्तरं इकारान्तं वा उकारान्तं वा धातोः अङ्गमस्ति, अथवा ब्रू इति प्रातिपदिकमस्ति, तस्मात् तेभ्यः परः यदा अजादिप्रत्ययः आगच्छति चेत् एतेषां इयङ् वा उवङ् वा आदेशः भवति. यत्र श्नुप्रत्ययान्त अङ्गः अङ्गमस्ति अथवा भृ इति प्रातिपदिकस्य अङ्गमस्ति, उकारान्तम् अङ्गमस्ति, अपि च उकारान्तं धातोः अङ्गमस्ति, तर्हि तत्र उवङ् आदेशः स्यात् अचिपरे. अपि च यत्र इयङ् क्षम्यताम् इकारान्तम् अङ्गमस्ति तदा धातोः अङ्गमस्ति, इकारान्तं धातोः अङ्गमस्ति तदा अचिपरे तत्र इयङ् इति आदेशः स्यात्. अत्र इति तस्य सारांशः. पुनः अनुवृत्तिसहितसूत्रं युवोः श्नुधातु ब्रुवाम् अङ्गानाम् इयङ्वङ्गौ अचि. युवोः इति धातोः विशेषणं, युवोः इति इकारान्त उकारान्त धातोः अङ्गम् इति तस्य अर्थः. श्नु प्रत्ययान्त, श्नु इति स्वादिगणीयप्रत्यय विकरणप्रत्ययः, तस्य तत् प्रत्ययः सः प्रत्ययः यस्य अन्ते अस्ति तादृशम् अङ्गम्. अपि च भृ इति प्रातिपदिकं, तस्य उकारान्तम् अङ्गम्. एतेषु अन्यतमः अस्ति चेत् अजादिप्रत्यये परे तेषाम् अङ्गानाम् इयङ् वा उवङ् वा आदेशः भवति इति तस्य अर्थः. समीचीनम्, भगिनी. अत्र अपि च अत्र इगन्तम् अङ्गम् अपि च उग क्षम्यताम् इकारान्तम् अङ्गम् अपि च उकारान्तम् अङ्गम् अत्रापि अलोन्त्यस्य अथवा किमपि परिभाषया तत्र अन्ते अन्तिमवर्णस्य स्थाने इयङ् अथवा उवङ् आदेशः भवति इति. इकारस्य स्थाने उकारस्य स्थाने इति एव खलु, इकारस्य अथवा उकारस्य स्थाने इयङ् अथवा उवङ्, परन्तु आदेशाः तु अनेकाल् सन्ति, अतः अनेकाल् स्तः, अतः किमपि अङ्गमस्ति, अङ्गस्य उल्लेखः अस्ति तत्र. इकारस्य स्थाने इति न दत्तम्, इकारान्तम् अङ्गस्य स्थाने इकारान्त अङ्गस्य इयङ् आदेशः इति दत्तमस्ति. अतः एका परिभाषायाः तत्र साहाय्यं भवेत् काचित् सर्वस्य वा इति. सत्यं सत्यं, समीचीनम्. चिन्तनम् अग्रिमपरिच्छेदे अस्ति, चिन्तनम् अग्रिमपरिच्छेदे अस्ति, सत्यम्. अत्र परिभाषाणां चिन्तनं कार्यमस्ति. अलोन्त्यस्य, अनेकाचित् सर्वस्य, निच् इति सर्वम् अत्र चिन्तनं कार्यमस्ति. एतावता यथासङ्ख्यमपि अस्ति वा भगिनि? यथासङ्ख्यमपि अस्ति, यथासङ्ख्यमपि अस्ति अत्र. तत्र सर्वं तत्र इयङ् वङ्गौ इति आदेशः किम् अवशिष्यते, कुत्र आदेशः भवति इति चिन्तनम् अग्रे कार्यं. परन्तु सारांशरूपेण सूत्रस्य अन्वयः कथं भवति इति ज्ञातं खलु. अत्र परिभाषा प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषा अस्ति. यस्मिन् विधि तदादौ, यस्मिन् विधि तदादौ अल्ग्रहणे इति परिभाषा अस्ति. येन विधिस्तदन्तस्य इति परिभाषा अस्ति, परिभाषासूत्रमस्ति. अनन्तरम् अलोन्त्यस्य इति परिभाषासूत्रमस्ति. अनेकाश्चित् सर्वस्य इति अग्रे आयास्यति. निच्च इति अपि आयास्यति इति आहत्य अत्र बहूनि सूत्राणि सन्ति, परिभाषासूत्राणि अथवा परिभाषाः. अस्तु, तर्हि अग्रे उमा भगिनी अस्ति वा भगिनी? आं भगिनी अस्ति, अस्मि. पठतु, कुत्र अस्ति भवती? मनसि भवेत् आर् अनेकाश्चित्? मनसि भवेत्, मनसि भवेत् इति अस्मिन् सूत्रे किति ङिति इति न उक्तं, परन्तु प्रत्ययः कित् ङित् नास्ति चेत् इगन्तानां धातूनाम् इकः गुणः, अतः तत्र अचिष्णुधातुभ्यां व्योर्यङ् वङौ इत्यस्य प्राप्तिः नास्ति तत्रापि प्रसक्तिः आसीत्, परन्तु सार्वधातुक आर्धधातुकयोः इत्यस्य परसूत्रत्वात् बलवत्. ओ अत्र इगन्तधातु इगन्तधातु इकः गुणः सम्भवति, तस्मात् अचिषुधातुभ्रुवां व्यो वङ्गौ सूत्रः अत्र कार्यं न करोति. तत्र तस्य कारणं सार्वधातु कार्यं न करोति. कुत्र कार्यं न करोति? इगन्तधातूनाम् इकः गुणः अस्ति चेत् तत्र कार्यं न करोति. किमर्थम्? बिकास् दट् इस् सार्वधातुकार्धद्योः सूत्रं परसूत्रं, तस्मात् तरः एव बलवत्. सो अतिष्णुधातुभ्रुवं न कार्यं करोति अत्र. अत्र अत्र अपवादः इति वक्तुं न शक्यते वा? अजिष्णुधातुभ्रुवं यर् ओङ्गौ इति सूत्रं सर्वधातुकार्धधातुकयोः इत्यस्य अपवादः नास्ति. अपवादः नास्ति न अपवादः अस्ति चेत् अपवादः मीन्स् इट्स् निषेधः सूत्रम्. अत्र निषेधः नास्ति, कार्यमेव न अपवादः. न न अपवादः इत्युक्ते निषेधः इति नास्ति. समानकार्यस्थले प्रतिपादयतु इदानीम् अपवादः अस्ति वा नास्ति वा. नास्ति इति उक्तं, किमर्थं नास्ति? अपवादः नास्ति इति उक्तं, किमर्थं नास्ति? अत्र कार्यमेव न सम्भवति. यत्र इदानीं तत्र भू इति धातुः अस्ति, द्वादिगणीयधातुः भू इति धातुः. भूयोगः शप्योगः ति. ओके, अत्र अस्यां स्थितौ सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति. अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसङ्गः अस्ति वा? नास्ति. नास्ति वा? प्रसक्तिः नास्ति वा? भू भू इति धातु अस्ति. अत्र इगन्तधातु भू इति धातु इगन्तधातु नास्ति. उगन्तमस्ति किन्तु भू इति अस्ति खलु. इक् अन्ते यस्य सः इक् प्रत्याहारे अस्ति खलु. ओके ओके. नो बट् वाट् ऐ एम् सेयिङ्ग् इस् सोरि दिस् इस् भू इदानीम् अहं प्रश्नं पृच्छामि, भवती उत्तरं वदतु. ओके, भूयोगः शप् इति स्थितौ सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति वा? अस्ति. समीचीनं समीचीनम्. अचिष्णुधातु ब्रुवं युर् यङ् वङ्गौ इति सूत्रस्य प्रसक्ति इत्यस्य निमित्तानि पूरितानि वा न वा? अस्य कानि निमित्तानि? अचि परे होने पर अचि परे होने पर सोरि अचि परे स्थिति अस्ति चेत् वाट् हेपन्स् अन्यत् किम् आवश्यकम्? अचि अजादि प्रत्यये परे आ एव अवशिष्यते शप् विकरणप्रत्यये पदे भवतु. अजादिः अस्ति खलु? अजादि. अन्यत् किम् अपेक्षितम्? अचिष्णुधातु ब्रुवा युवर् यङ् ओङ्गौ इत्यस्य कार्यार्थम् अन्यत् किम् अपेक्षितम्? स्नु प्रत्यान्तम् अङ्गम् अस्ति वा? स्नु प्रत्यान्त अङ्गं नास्ति. इकारान्त अङ्गम् अस्ति वा? इकारान्तधातुरूपी अङ्गम् अस्ति वा? इगन्तदातु इकारान्तः अस्ति इकारान्तः अस्ति वा न उकारान्तः अस्ति वा अस्ति उकारान्तधातुरूपीयम् अङ्गमस्ति अतः उकारान्तधातुरूपी अङ्गम् इति एकं निमित्तं पूरितम् अजादिप्रत्ययः इति एकं निमित्तं पूरितं तर्हि अशिष्णुधातु ब्रुवं युवर् यङ्ग् वङ्ग इत्यस्य प्रसक्तिः अस्ति वा केन् इट् अप्लै न तद् सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वा इति कथं जानीमः निमित्तानि पूरितानि चेत् प्रसक्तिः अस्ति इति वदामः खलु निमित्तानि पूरितानि वा न वा तद्वदतु पूरितानि पूरितानि चेत् प्रसक्तिः अस्ति इदानीं तत्र कार्यं न भवति तस्य प्राप्तिः नास्ति किमर्थमिति चिन्तनीयं खलु तर्हि इदानीं चिन्तयतु तत्र प्राप्तिः नास्ति किमर्थं नास्ति इदानीं सूत्रद्वयम् अस्ति सर्वधातुक अर्धधातुकयोः इति एकं सूत्रम् अतिष्णुधातु ब्रुवां युवर् यङ्गोङ्ग् इति अन्यत् सूत्रं द्वयोः अपि युगपत् प्रसक्तिः अतिष्णुधातु ब्रुवां 6477 किन्तु सार्वधातुक अर्धद्वयोः 7384 तस्मात् परसूत्रं बलवत् परसूत्रं बलवत् इति वदनस्य इति यदा वदामः तदानीं किं वक्तव्यं भवति अस्माभिः किं पठितम् सूत्रं किं केन सूत्रेण परसूत्रं बलवत् पूर्वपरावर सारि विप्रतिषेधे परं कार्यम् इति सूत्रं खलु विप्रतिषेधे परं कार्यम् इति सूत्रस्य कार्यार्थं किम् अपेक्षितम् विरोधः अस्ति तुल्यबलविरोधः विरोधः अस्ति तत् तर्हि एव विप्रतिषेध परं कार्यम् आयाति समीचीनं तर्हि अत्र तुल्यबलविरोधः अस्ति वा अस्ति भिन्नभिन्नस्वातन्त्र्येण कार्यक्षेत्रं द्वयोः सूत्रयोः सन्ति सार्वधातुकार्धधातुकयोः भिन्नक्षेत्रं कुत्र अपि पित् प्रत्ययः यत्र यत्र भ्वादिगणे अनन्तरम् उ इति अष्टमे गणे अपि अस्ति परन्तु तत्र आर्धधातुकप्रत्ययः सार्वधातुकप्रत्ययः इत्यस्य एव उकार ईकार भिन्नस्थलेषु तस्य कार्यं भवितुम् अर्हति खलु ईकारस्य अथवा ऋकारस्य वक्तव्यं तत्र किं वक्तव्यं लब्धावकाशः अस्ति अन्यत्र तत् कथम् एकम् उदाहरणं वदतु महोदय अत्र पूर्वसूत्रात् परसूत्रम् असिद्धं भवति खलु महोदय असिद्धं वा किमर्थं त्रिपादि नास्ति सूत्रं 6477 अचिष्णुधातु भ्रुवो इवो रियङ् इति अस्ति त्रिपाद्यं नास्ति खलु भगिनि आं भगिनि आं महोदय अत्र विजयलक्ष्मी भगिनी वदतु सर्वधातुकार्धधातुकयोः इत्यस्य अन्यत्र लब्धावकाशः अस्ति इत्यस्य उदाहरणमेकं वदतु कुत्र यत्र यत्र तरणे तत्र अस्ति खलु ऋकारान्तधातु किमपि वदतु भगिनि ऋकारान्तधातुः तृ इति धातुः तृ इत्यत्र तरति इति रूपं सिद्ध्यति तत्र अजिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य कार्यस्थलं नास्ति परन्तु सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यं भवति अनन्तरम् इदानीमेव वयं दृष्टवन्तः तत्र षष्ठमे गणे रि इत्यस्य कार्यं भवति योर् इयङ् उवङ्गौ इति तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यस्थलं नास्ति. एवं भिन्नभिन्नस्वातन्त्र्येण कार्यस्थलं द्वयोः सूत्रयोः स्तः, अतः तुल्यबलविरोधः अस्ति इति कृत्वा एकस्मिन् स्थले यदा द्वयोः सूत्रयोः प्रसक्तिः भवति तदा परसूत्रम् एव कार्यं करोति. समीचीनम्, अवगतं वा सर्वैः? अत्र परसूत्रमेव कार्यं करोति इति तस्य भवती भवतः भवन्ति एव वयं वदामः किन्तु अतिष्णुदातुभ्यां यो यङ् वङ्गौ इति न आगच्छति, य इति न आगच्छति, उवाचं न आगच्छति, तस्मादेव आगच्छति. नागच्छति इत्यस्य कः अर्थः? नागच्छति इत्यनेन सूत्रं न आगच्छति इत्यनेन अर्थः प्राप्तिः नास्ति इति अर्थः. प्रसक्तिः अस्ति, प्राप्तिः नास्ति. प्राप्तिः नास्ति किमर्थं चेत् अस्माभिः चिन्तितं तत्र, ओ इदानीं परत्वात् परसूत्रस्य एव प्राप्तिः, पुरुसूत्रस्य प्राप्तिः नास्ति इति चिन्तितम् इति कृत्वा तत् सूत्रं बाधितं भवति. अतिष्णुधातुपूर्वम् आगन्तुं शक्यते किन्तु सार्वधातुक अर्धधातुकयोः तस्य निषेधः निषेधः न निषेधः नास्ति, प्रबाद्य ओके बाधितमस्ति. अतिष्णुधातु ब्रुवाम् इति सूत्रं बाधितमस्ति सार्वधातुकार्धधातुकयोः इति सूत्रेण बाधितमस्ति, यतो हि सार्वधातुकार्धधातुकयोः इति परसूत्रम् अस्ति. अतः अत्र वस्तुतः अत्र पाणिनेन कितिनिति प्रत्ययपरे इति न उक्तं सूत्रे, तथापि तत्र फलितार्थः अस्ति यत् यत्र यत्र गुणस्य अवसरः अस्ति परत्वात् सार्वधातुकार्धधातुकयोः इत्यनेन गुणः प्राप्यते सर्वत्र, तर्हि अवशिष्टस्थलेषु अतिष्णुधातु ब्रुवम् इत्यस्य कार्यं भवति. अवशिष्टस्थलं किम् इति चेत् यत्र यत्र कित्लिक् प्रत्ययः भवति तत्र सर्वत्र गुणनिषेधः प्राप्यते इति कृत्वा तत्र कितिनिति प्रत्यये परे एव अतिष्णुधातु ब्रुवम् योर् यङ् वङ्गौ इत्यस्य प्राप्तिः भवति. अतः यद्यपि सूत्रे न उक्तं कितिनिति प्रत्यये परे इति न उक्तं, तथापि फलितार्थः तदेव. अतः पाणिनिना तत्र वक्तव्यम् इति नास्ति, यतोहि वयम् अवगन्तुं शक्नुमः सर्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः यत्र यत्र कित्नित् भिन्नप्रत्ययः अस्ति तत्र सर्वत्र गुणस्य प्रसङ्गः भवति, गुणस्य प्राप्तिः भवति. तद्विहाय अन्येषु स्थलेषु कित्नित् प्रत्यये परे तत्र तु इयङ् वङ् आदेशौ भवतः. शक् दातुमि शक्नोति शक्नुतः शक्नुवन्ति आगच्छति न देर् तत्र अतिष्णुधातु ब्रुवां कार्यं करोति किन्तु ओके सत्यं ओके. तर्हि अत्र इयङ् वङ् आदेशः कथं सिद्ध्यति तत्र अन्तादेशः वा इत्यस्य विषये अग्रे चिन्तनीयं भवति, तद् अग्रिमसप्ताहे पश्यामः. परन्तु तत्र कृपया पुनः सूत्रमेकवारं पठन्तु अचिष्णु दातु ब्रुवम्. अत्र बहु सम्यक् अस्ति सूत्रम्, अत्र बहूनि सूत्राणि सहायं कर्तुम् आगच्छन्ति, अतः इदं सूत्रं सम्यक् जानीमः चेत् तत्र या इत्युक्ते याः परिभाषाः सन्ति तेषां सर्वेषाम् अवगमनं सम्यक्तया भवति. अस्तु, प्रश्नः नास्ति चेत् अत्र विरमामः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी, धन्यवादः, धन्यवादः भगिनी, नमस्कारः.